पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 176 श्रीभगवानुवाच आदिमस्यैवमाख्यानमुदीरितमनुत्तमं शृणुमाहात्म्यमन्येषामध्यायानाम पीन्दिरे दक्षिणस्यां दिशि श्रीमानासीदाम्नाय वादिनां पुरे पुरन्दराह्वाने देवशर्मेदि विश्रुतः अर्चितातिथिराम्नादो वेदशास्त्रविशारदः आहर्ताक्रदुःसङ्घानं तापसानां प्रियः सदा देवान् सन्दर्पयामास हव्यैर्हुतवक्खं चिरं न चोपलेभे धर्मात्मा शान्तिमेकान्तिकीं ततः निःश्रेयः संसजिज्ञासुस्तापसाननुवासरं शिशेवे सत्यसङ्कल्पाननल्पैरेव कल्पकैः एवमाचरतस्तस्य काले महदि गच्छति मुक्तकर्मा ततः कश्चित् प्रादुरासीत् पुरा भुवि अनुभूतनिराकाङ्क्षी नासाग्रण्यस्तलोचनः शान्तचेदाः परं ब्रह्म ध्यायन्नानन्दनिर्भरः पादौ तस्योपसङ्गृह्य प्रणते नान्तरात्मना चकार विधिवत् तस्मै विद्वानदिधि सत्क्रियां तं च शुद्धेन भावेन परितुष्टं तपस्विनं प्रणदः परिपप्रच्च निर्वाणस्थितिमात्मनः स तस्मै कथयामास पुरेसौ पुरनामनि मित्रवन्दमजापालमुपदेष्टारमात्मविद स चाभिवन्द्य तत्पादावेत्यसौ पुरमूर्जितं तस्योत्तरदिशो भागे ददर्श विपुलं वनं मारुतान्दोलितानेक कुसुमामोदसुन्दरम् उन्मत्तभ्रमरोद्गीतनादापूरितदिङ्मुखम् तस्मिन्वने सरित्तीरे निषीदन्तं शिलातले मित्रवन्दं ददर्शाथ सानन्दस्तिमिते क्षणम् अपि स्वाभाविकं वैरम् हित्वान्योन्यं विरोधिभिः सत्वैरावृतमुद्याने मन्दस्यन्दनभास्वती शान्तेषु मृगयूथेषु दशानन्दमनोज्ञया कृपानुविद्धया भूमिं निशिञ्चन्दमिवामृतम् उपेत्य विनयेन मुमुन्मानाः प्रीतमानसः किञ्चिदा नम्रशिरसा तेनापि सदुःसत्कृतः उपतस्ते तदो विद्वान्मित्रवन्दमनन्यधिः समाप्तध्यानकालं स पर्यपृच्छत्समाहितः देवशर्मोवाच आत्मानं वेत्तुमिच्छामि तदमुस्मिन्मनोरथे लब्धसिद्धिमुपायं मामुपदेष्टुं त्वमर्हसि श्रीभगवानुवाच परामृश्यक्षणं सोऽपि मित्रावानिदमब्रवीत् मित्रवानुवाच विद्वन्विद्धि पुरावृत्तमुच्यमानमिदं मया अस्ति गोदावरीतीरे प्रधिष्ठानाभिदं पुरं तत्र दुर्दमनामासीदन्वये च मनीषिणां तत्रास्ति विक्रमो नाम सेव्यमानो महीपतिः दानानि प्रत्यहं गृह्णन्वर्तते उदरम्भरः कालेन कालपाशेन बद्धानीदो यमालयं निरयेषु समग्रेषु यादना अनुभूय च कस्मिंश्चित् सकुले जातो दुर्वृत्तानां द्विजन्मनां भवान्तरानुवर्धिन्या विद्यया स पुरस्कृतः उपयेमे दुराधर्षां कन्यकामधमे कुले कालेन सा वयोहित्वा शैशवं यौवनं ययौ पीनस्थनी च शुश्रोणी मदविह्वललोचना पदिं न सेहे दुर्वृत्तं चकमे स्वपदीन् परान् वृत्तिमाहर्तु कामस्मिन्निर्गदा सा पुराद्बहिः सङ्गदा कामुकेनासौ चिरं चण्डालजन्मना दधे गर्भमसौ तस्मात् सा च कन्योपपद्यते सैव भार्यापि तस्यासीत् पूर्वपापप्रसङ्गदः सैव वृद्धा तथ काले टाकिनी समजायत कुसङ्गात् कुमतिर्जादा दुष्टनारी प्रसङ्गदः चखादव्याधितं व्याधमसृगा स्वादलालसा भ्रमं दिविपिने कोरे जनैर्दृष्ट्वा बहिष्कृता परेतलोकमासाद्यव्याधौ व्याक्रोभ्यवर्तत नरकान्दारुणान् भुक्त्वा जीवहिंसा प्रभावतः सापि कालेन दुष्टात्मा मृत्युवेगमुपागता निरयानेत्य दुर्धर्षा न जायदमद्गृहे तामन्या अप्यहं विद्वन् पालयन् काननान्तरे अपश्यन् द्वीपिनं घोरं जिखां सन्तमिवाखिलम् समालोक्यतमायां तं भयेन प्रपलायितम् अजायूधं परित्यज्य मया मरणभीरुणा उपदुद्राव सद्वीपी पूर्ववैरमनुस्मरन् अजादु तत्समीपे गात् सत्वरं सरिदन्तिके तत्र सा भयमुत्सृज्य हित्वा वैरमनर्गला अवतस्ते स च द्वीपी तूष्णीमासीदमत्सरः तं तथा विधमालोक्य सा वक्तुमुपचक्रमे द्वीपिन्नभीप्सितं भुङ्क्ष्व मांसमुद्धृत्य सादरः नेयं भवति ते बुद्धिः कथं वैरमदिं त्यजः इत्याकर्ण्य तदा वाक्यं प्राहद्वीवी विमत्सरः स्थानेऽस्मिन्मे गदो द्वेषः क्षुत्पिपासा च निर्ययौ न प्रार्थयामि तेन त्वां समीपे समुपस्थिताम् सैव मुक्ता पुनः प्राह जाताहं निर्भया कथं किमत्र कारणं वेत्सि यदि मे वक्तुमर्हसि एवमुक्तः पुनर्दीपी तामाहाजां न वेद्म्यहं पुरोगतमिमं प्रष्टुं महान्तमिति निर्गतौ ताभ्यामुभाभ्यामागत्य पृष्ठोऽहं बहुविस्मयः अहं च सहितस्ताभ्यामपृच्छं वानरेश्वरं मया पृष्टः स विप्रेन्द्रमब्रवीत् सादरं कपिः शृणु वक्ष्याम्यजापालवृत्तमत्र पुरातनम् इदमायतनं पश्य पुरोवनगतं महद अत्र त्र्यम्बकलिङ्गं हि द्रुहिणेन प्रतिष्ठितं सुकर्मानाममेधावी पर्युपास्ते तपश्चरन् वनपुष्पाण्यपाहृत्य सुरपूज्यं पुरोभवम् संस्नाप्य सरिदम्भोभिः केवलं कर्मणावसन् काले महति तस्यागाददिधि कश्चिदन्तिकम् उपाहृत्य फलाहारं स तस्मै पर्यकल्पयद तेनातिथ्येन सम्प्रीतः सुकर्माणमभाषद किमिदं कर्मणो मूलं फलं भुक्त्वा तु तिष्ठसि गतानुगतया वृत्त्या किं वा केवलमीहसे स एव मुक्तः प्रायेण प्रीतेनात्मविदा तदा प्रत्युवाच वच स्पष्टमात्मनो हितमुत्तमम् विद्वन्न वेत्मि तत्त्वेन फलमेतस्य कर्मणः बुभुत्सया परशम्भुः सेव्यते केवलं यया फलमेतस्य सेवायाः परिपाकं कपर्दिनः यन्मां स मनुगृह्णासि संस्पृश्यात्ममनोरथम् तस्यैवं सूनृतं वाक्यं श्रुत्वा प्रीतस्तपोधनः द्वितीयमालिलेखासौ गीताध्यायं शिलातले आदिदेशाश्युतं विप्रं पठनाभ्यसनाय च फलिष्यत्यात्मनस्वैरं परितस्ते मनोरथः इत्युक्तान्तर्दधे धीमान् पुरतस्तस्य पश्यतः विस्मितस्तस्य चादेशात् सोऽन्वतिष्ठदनारदं ततः काले नमहदा भवितात्मा प्रसन्नधीः ततः काले नमहदा भवितात्मा प्रसन्नधीः यत्र यत्र चचारासौ शान्तं तत्तत्तपोवनं न द्वन्द्वबाधा नैव क्षुत्पिपासा न च वा भयं तपसा तस्य जानीहि द्वितीयाध्यायजापि नः मित्रवानुवाच एव मुक्तश्च तेनाहं ख्यापयित्वा परां कथाम् अनुज्ञातप्रसन्नेन छागीव्याख्रयुदोगमं गत्वा शिलातले पश्यमध्यायं लिखितं पठेत् तस्यैवावर्तनादाप्तं तपसः परमुत्तमं तेन त्वमपि कल्याणनित्यमाहर्तुमर्हसि अध्यायं तेन ते मुक्तिरदूरस्था भविष्यति देवशर्मा समादिष्टस्तेन मित्रवदा स्वयम् अभ्यर्च्य प्रणदो भूत्वा पुरन्दरपुरं ययौ तत्रात्मविदमासाद्य देवतायतने क्वचिद् वृत्तमेदन्निवेद्यादावध्यायमपठत्ततः शिक्षितस्तेन पूतात्मा पठन्नध्यायमादराद द्वितीयमाससादोच्चैर्निरवध्यं परं पदम् द्वितीयस्येदमाख्यानं कथितं शृणु साम्प्रतं तृतीयस्याध वक्ष्यामि माहात्म्यमपि चेन्दिरे इति श्रीपाद्मे महापुराणे उत्तरकण्डे गीतामाहात्म्ये सदीश्वरसंवादे षट्सप्तत्यधिकशततमोऽध्यायः ॐ